एकादशखण्डः दक्षिणेन पदा गच्छताम् अन्नभावः उक्तः तद्देवानाम् अन्नं तं देवा भक्ष्यन्ति इति. क्षुद्रजन्तुलक्षणा च कष्टा संसारगतिः उक्ता. तदुभयदोषपरिहीर्ष्य वैश्वानर अत्रभावप्रतिपत्त्यर्थम् उत्तरग्रन्थः आरभ्यते. अस्यान्नं पश्यति प्रियम् इत्यादिलिङ्गः. आख्यायिका तु सुखावबोधार्थ विद्यासम्प्रदानन्यायप्रदर्शनार्थच्च. प्राचीनशाला उपमन्युमः सत्यज्ञा पौरुषिः इन्द्रद्युम्नो बालवीयोजनः शार्कराक्ष्यं बोडिल आश्वतराश्विः ते हये ते महाशालः महाश्रोत्रियः समेत्य मीमांसां चक्रुः को न आत्मा किं ब्रह्मेते. प्राचीनशाला इति नाम्नः उपमन्योः अपत्यम् औपमन्यव. सत्येज्ञुनामत पुरुषस्य अपत्यं पौरुषि तथा इन्द्रद्युम्नो नामतः बाल्लवेः अपत्यं बाल्लवीः तस्य अपत्यं बाल्लवीय. जन इति नामतः शर्कराक्षस्य अपत्यं शार्कराक्ष्यः. बुडिलो नामतः अश्वतराश्वस्य अपत्यम् आश्वतराश्विः. पञ्चापि तेः एते महाशालाः महागृहस्थः विस्तीर्णाभिः शालाभिः युक्ताः सम्पन्नाः इत्यर्थः. महाश्रोत्रियाः श्रुत अध्ययनोत्तसम्पन्नाः इत्यर्थः. ते एवं भूताः सन्तः समेत्य सम्भूय क्वचि मीमांसां विचारणां चक्रुः कृतवन्तः इत्यर्थः. कथम्? को नः अस्माकम् आत्मा किं ब्रह्म इति. आत्मब्रह्मशब्दयोः इतरेतरविशेषणविशेष्यत्वं ब्रह्मेति अध्यात्मपरिच्छिन्नम् आत्मानं निवर्तयति. आत्मेति च आत्मव्यतिरिक्तस्य आदित्यादिब्रह्मणः उपास्यत्वं निवर्तयति. अभेदेन आत्मा एव ब्रह्म, ब्रह्म एव आत्मा इत्येवं सर्वात्मा वैश्वानरो ब्रह्म स आत्मा इति एतत्सिद्धं भवति. मूर्धाते व्यवतिष्यतो अन्धो अभविष्यः इत्यादिलिङ्गः. तेः सम्पादयां चक्रुः उद्दालको वै भगवन्त्वायि मारुणिः सम्प्रतिमम् आत्मानं वैश्वानमध्ये इति तगम् अन्त अभ्यागच्छामि इति तगम् अभ्याजग्मुः. तेः मीमांसन्तोऽपि निश्चयम् अलभमानः सम्पादयां चक्रुः सम्पादितवन्तः आत्मनः उपदेष्टारम्. उद्धालको वै प्रसिद्धो नामतः भगवन्तः पूजावन्तः अयम् आरुणिः अरुणस्य अपत्यं सम्प्रति सम्यग् इमम् आत्मानं वैश्वानरम् अस्मदभिप्रेतम् अध्येति स्मरति. तं हन्त इदानीम् अभ्यागच्छाम इत्येवं निश्चित्य तं अभ्याजग्मुः गतवन्तः तम् आरुणि. सह सम्पादयाञ्चकारः प्रक्षन्ति माम् इमे महाशालाः महाश्रोत्रियाः तेभ्यो न सर्वमिव प्रतिपत्स्ये हन्तहम् अन्यम् अभ्यनुशासानीति. सः तान् दृष्ट्वा एव तेषाम् आगमनप्रयोजनं बुद्ध्वा सम्पादयाञ्चकार कथम् प्रक्षन्ति मां वैश्वानरम् इमे महाशालाः महाश्रोत्रियाः तेभ्यो अहं न सर्वमिव पृष्ठं प्रतिपत्स्ये वक्तुं नोत्सहे अतः हन्तहम् इदानीम् अन्यम् येषाम् अभ्यनुशासानि वक्ष्यामि उपदेष्टारमिति. तान् होवाच अश्वपतिर्वै भगवन्त्वायं कैकेयः सम्प्रतिम् आत्मानं वैश्वान्मध्येति तगमहन्ताभ्यागच्छामीति तगमः अभ्याजग्मुः. इयं सम्पाद्य तान्ह उवाच अश्वपतिर्वै नामतः भगवन्तः अयं केकयस्य अपत्यं कैकेयः सम्प्रति सम्यगिमम् आत्मानं वैश्वानमध्येति इत्यादि समानम्. तेभ्योः प्राप्तिभ्यः पृथगर्हाणि कार्याञ्चकारा सह प्रातः सञ्जिहानुवाच नमेस्तेनो जनपदे न कदर्योन्मन्नमद्यपो नानाहिताग्निः न विद्वान्न स्वैरि स्वैरिणि कुतो यक्षमाणो वै भगवन्त्वहमस्मि. यावदेकैकस्मा ऋत्विजे धनं दास्यामि तावद्भगवद्भ्यो दास्यामि वदन्तु भगवन्त इति. तेभ्योः राजा प्राप्तिभ्यः पृथक् पृथगर्हाणि अर्हणानि पुरोहितैः वृत्तैश्च कार्याञ्चकारः कारितवान्. सः अन्येद्युः राजा प्रातः सञ्जानः उवाच विनयेन उपगम्य एतद्धनं मत्तः उपादध्वमिति। तैः प्रत्याख्यातो मयि दोषं पश्यन्ति नूनं यतो न प्रतिगृह्णन्ति मत्तो धनम् इति मन्वानः आत्मनः सद्वृत्ततां प्रतिपिपादयिषन्नाः। न मे मम जनपदे स्तेनः परस्वहर्त विद्यते न कदर्यः अदाता सति विभवे न मद्यपः द्विजोत्तमः सन् न अनायिताग्निः शतगुः न अविद्वान् अधिकार अनुरूपं न स्वैरी परदारेषु गन्त अत एव स्वैरिणी कुतः दुष्टचारिणी न सम्भवति इत्यर्थः। तैश्च न वयं धनेन अर्थिनः इत्युक्तः अहम् अल्पं मत्वा एते धनं न गृह्णन्ति इति। यक्षमाणो वै कतिभिः अहोभिः अहं हे भगवन्तोऽस्मि तदर्थं कृप्तं धनं मया यावदेकैकस्मै यथोक्तं ऋत्विजे धनं दास्यामि तावत् प्रत्येकं भगवद्भ्योऽपि दास्यामि। वसन्तु भगवन्तः पश्यन्तु च मम यागम्। तेह ऊचुः येन हैव अर्थेन पुरुषश्चरेत्तगं हैव वदेदात्मानमेव इमं वैश्वानरं सम्प्रति अध्येहि तमेव नो ब्रूहीति। इत्युक्ताः तेह ऊचुः येन एव अर्थेन प्रयोजनेन यं प्रति चरे गच्छेत् पुरुषः तं ह एव अर्थं वदेत्। इदमेव प्रयोजनम् आगमनस्य इति अयं न्यायः सदा। वयं च वैश्वानरज्ञानार्थिनः आत्मानमेव इमं वैश्वान् सम्प्रति अध्येषि सम्यक् जानासि अतः तमेव नः अस्मभ्यं ब्रूहि। तान् होवाच प्रातर्वः प्रतिवक्तास्मीति ते हसमित्पाणयः पूर्वाणि प्रतिचक्रमिरे तान् अनुपनीय एव एतदुवाच। इत्युक्तः तान् उवाच प्रातः वः युष्मभ्यं प्रतिवक्तास्मि प्रतिवाक्यं दातास्मि इत्युक्तः तेह राज्ञो अभिप्रायज्ञः समित्पाणयः समित्पारहस्तः अपरिद्यो पूर्वाह्णि राजानां प्रतिचक्रमिरे गतवन्तः। यत इयं महाशालाः महाश्रोत्रियाः ब्राह्मणाः सन्तः महाशालत्वादिभिमानं हित्वा समित्पारहस्ताः जातितो हीनं राजानां विद्यार्थिनः विनयेन उपजग्मुः तथा अन्यैः विद्योपादित्सुभिः भवितव्यम्। तेभ्यश्च अदाद् विद्याम् अनुपनीय एव उपनयनम् अकृत्वा एव तान् यथा योग्येभ्यो विद्यामदा तथा अन्येनापि विद्या दातव्या इति आख्यायिकर्तः। एतद्वैश्वानरविज्ञानमुवाच इति वक्षमाणेन सम्बन्धः इति एकादशखण्डभाष्यं। द्वादशखण्डः औपमन्यव कं त्वम् आत्मानुपास इति दिवमेव भगवो राजन्निति उवाच एष वैसुतेजात्मा वैश्वानरोऽयम् त्वम् आत्मानमुपास्ये तस्मात् तव सुतं प्रसुतम् आसनं पुरे दृश्यते। स कथम् उवाच इति आह औपमन्यव हे कम् आत्मानं वैश्वानं त्वम् उपास्ये इति पपृच्छ। ननु अयम् अन्यायः आचार्यस्सन् शिष्यं पृच्छते इति नैष दोषः यद्वेत्त तेन मोपसीद ततस्तूर्ध्वं वक्ष्यामि इति न्यायदर्शनं। अन्यत्रापि आचार्यस्य प्रतिभानवति शिष्ये प्रतिभा उत्पादनार्थः प्रश्नदृष्टो अजातशत्रु क्व एष तदाभूत् कुत एतदागात् इति। दिवमेव द्युलोकमेव वैश्वान् उपासे भगवो राजन्नीतिः उवाच एष वै सुतेजः शोभनं तेजो यस्य स्वयं सुतेज इति प्रसिद्धो वैश्वानरात्मा आत्मनः अवयवभूतत्व यं त्वम् आत्मानम् आत्मैकदेशम् उपास्ये तस्मात् सुतेजसो वैश्वानस्य उपासनात्वं तव सुतम् अभिषुतं सोमरूपं कर्मणि प्रसुतं प्रकर्षेण च सुतम् आसुतं च अर्गणादिषु तव कुले दृश्यते अतीव कर्मिणः त्वत्कुलीनः इत्यर्थः। अस्य अन्नं पश्यति प्रियम् अद्य अन्नं पश्यति प्रियं भवति अस्य ब्रह्मवृत्तसङ्कुले य एतमेवम् आत्मानं वैश्वानुपास्ते मूर्धातु एष आत्मनैति उवाच मूर्धा ते व्यपतिष्यद्यन्मां नागमिष्यति। अस्य अन्नं दीप्ताग्निस्सन् पश्यति च पुत्रपौत्रादि प्रियम् इष्टम् अन्योपि अस्ति अन्नं पश्यति च प्रियं भवति अस्य सुतं प्रसुतम् आसुतम् इत्यादि कर्मित्वं ब्रह्मवृत्तिसं कुले यः कश्चिन् एतं यथोक्तम् एवं वैश्वानुपास्ते। मूर्धा तु आत्मनो वैश्वानस्य एष न समस्तवैश्वानः अतः समस्तबुद्ध्या विश्वासस्य उपासना मूर्धशिरः ते विपरीतग्राहिणो व्यपतिष्यत् विपतितम् अभविष्यन् यत् यदि मां नागतो अभविष्यः साध्वकार्षिः यन्माम् आगतोऽसि इत्यभिप्रायः इति द्वादशखण्डभाष्यं त्रयोदशखण्डः अतः उवाच सत्ययज्ञं पौरुषं प्राचीनयोग्यं कं त्वम् आत्मानुपास आदित्यमेव भगवो राजन्ति उवाच एष वै विश्वरूपात्मा वैश्वान्वयं त्वम् आत्मानुपास्ये तस्मात् तव बहु विश्वरूपं कुरे दृश्यते अतः उवाच सत्ययज्ञं पौरुषं हे प्राचीनयोग्य कं त्वम् आत्मानुपास्ये आदित्यमेव भगवो राजन्ति उवाच शुक्लनीलादिरूपत्वात् विश्वरूपत्वम् आदित्यस्य सर्वरूपत्वाद्वा सर्वाणि रूपाणि हि त्वाष्ट्राणि यतः अतो वा विश्वरूपः आदित्यः तदुपासना तु तव बहु विश्वरूपम् इह अमुत्र अर्थम् उपकरणं दृश्यते कुले प्रवृत्त्वश्वरथीरथोद्दासीनिष्को अस्य अन्नं पश्यति प्रियम् अत्यन्नं पश्यति प्रियं भवति अस्य ब्रह्मवृत्तसङ्कुले एतमेवम् आत्मानं वैश्वानुपास्ते चक्षुस्तु एतदात्मन इति उवाच अन्धो अभविष्यो यन्मां नागमिष्येते किञ्च त्वामनुप्रवृत्तः अश्वतरीभ्यां युक्तो रथो अश्वतरीरथः दासीनिष्को दासीभिः युक्तो निष्को हारो दासीनिष्कः अस्य अन्नम् इत्यादि समानं चक्षुः वैश्वानस्य तु सविता तस्य समस्तबुद्ध्योपासनात् अन्धो अभविष्यः चक्षुर्हीनो अभविष्यः यन्मां नागमिष्येति पूर्वः चतुर्दशखण्डः अतः उवाच इन्द्रद्युम्नं बालभियं वैयाग्रपद्य कं त्वम् आत्मानुपास इति वायुमेव भगवो राजन्निति उवाच एष वै पृथग्वर्त्मात्मा वैश्वान्वयं त्वम् आत्मानुपास्ये तस्मात् त्वां पृथग्बलयः आयन्ति पृथग्रथश्रेणयो अनुयन्ति अतः उवाच इन्द्रद्युम्नं बालभियं वैयाग्रपद्य कं त्वम् आत्मानुपास्ये इत्यसमानं पृथग्वर्त्म नानावर्त्मानि यस्य वायोः आवह उद्वहादिभिः भेदैः वर्तमानस्य सोऽयं पृथग्वर्त्मा वायुः तस्मात् पृथग्वर्त्मात्मनो वैश्वानस्य उपासना पृथक् नानादिक्काः त्वां बलयः वस्त्र अन्नादिलक्षणाः बलयः आयन्ति आगच्छन्ति पृथग्रथश्रेणयः रथपङ्क्तयोपि त्वाम् अनयन्ति अस्य अन्नं पश्यति प्रियम् अत्य अन्नं पश्यति प्रियं भवति अस्य ब्रह्मचुसङ्कुले एतमेवम् आत्मानं वैश्वानुपास्ते प्राणस्तु एष आत्मन इति उवाच प्राणस्त उदक्रमिष्यद्यन्मां नागमिष्यति अस्य अन्नम् इत्यादि समानं प्राणस्तु एष आत्मन इति ह उवाच प्राणस्ते तव उदक्रमिष्यन् उत्क्रान्तो अभविष्यत् यन्मां नागमिष्यति